नमस्कारः. कर्मणि भाति सर्वपत्रम् अनुवर्तते. तर्हि गते सप्ताहे रद् इति धातोः विषये वयं रूपाणि कृतवन्तः, खलु? अग्रे कुर्मः. अस्तु, तर्हि अरुणा भगिनी वदति किं भगिनि, रद् जब् अनयोः कार्याणि किम् अस्ति, विशेषनियमाः के इति? ओ, रब् दातु भगिनि. जब् दातु रद् कृतम् अस्माभिः, जब् न लब् लब् दातु अनिट् दातु अस्ति. न न, रब् जब् दातु इति अस्ति खलु, रद् रद् जब् रदि जबो रखि इत्यस्मात् ततः आरभ्य जब् धातोः चुरादिगणे अस्ति, सेत् अस्ति. रदि जबो रचि इति सूत्रं, रद् धातोः जब् धातोः च नुमागमो भवति अजादौ प्रत्यये परे. इमौ द्वौ धातु इति ओके भगिनि, अनुवृत्तिसहितसूत्रं, रदिजभोः धातोः अङ्गस्य न्युम् अचि. अत्र धातुतः नुमागमः भवति रद् रद् धातु अजब् धातोः अच् अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं च केवलं धातोः अत्र दत्तं, रद्विजभोः धातोः अङ्गच नुमादि अचिपरे. तर्हि जब् धातोः रूपाणि साधयामः. तर्हि जब् धातुः सुरादौ सेत् इति प्रथमपुरुषरूपाणि वदति किम्? प्रथमपुरुषे जब् धातु अनागमः प्रथमः आगच्छति, अजब् योगः छिन् छिन्नति इकारः अस्ति, अजादिप्रत्ययः अजम्ब् इति अजम्बि इति रूपमस्ति. नुमागमः आगच्छति, मिदितो अन्तात् सूत्रेण अन्त अच्वर्णात् आगच्छति. ततः जब् जकार अनन्तरं जम्ब् नकारं नकारः भवति, प्रथम अनुस्वारः भवति. तदनन्तरं अनुस्वरस्य परसवर्णेन मकारः भवति, जम् अजम्ब् इति धातु, अजम् प्लस् इ अजम्बि इति रूपम्. भगिनि, अत्र अत उपादायाः इत्यस्यपि प्रसक्तिः अस्ति खलु? अत्र उपदा मकारः अस्ति न भगिनि? न, यदि मकारः न आगच्छति चेत् तस्मात् पूर्वं तर्हि किमस्ति, अतोपदायः इत्यस्य प्रसक्तिः अस्ति, अनन्तरं रदिजबो रचि इत्यस्यपि प्रसक्तिः अस्ति. सूत्रद्वयं भवति भगिनि, अपि प्रसक्तिः अस्ति खलु. सरला भगिनि किं चिन्तयति, रामप्रिया भवत्याः? अत उपादायः इति 7-2-1-1-3-1-1-6 अस्ति, तत्र अङ्गस्य उपदाकारस्य नित् नित् प्रत्यये परे वृद्धिः भवति. अस्तु, अत्र अङ्गस्य उपदा अकारः तु अस्ति एव किल, पूर्वसूत्रमस्ति भगिनि, तस्य कार्यं भवति, परन्तु प्रसक्तिः तु अस्ति एव. 7-1-1-7-2 इति अस्ति अथ उपदायाः. उपादायकार्यं बाधितं भवति, सप्ताध्यायमस्ति खलु, सूत्रद्वयमपि अनुमागमं प्रथमं भवति, सपादिसूत्रमेव अत्र अन्यथा अन्य लब्धावकाश इति वार्ता नास्ति त्रिपाद्यां नास्ति खलु भगिनि तत्तु अस्ति सपादसप्ताध्ययमस्ति खलु कथं सेवेन् टु एव किल आम् आम् अत उपादायः एव परसूत्रं किल प्रथमम् अत उपादायः कार्यं करोति चेदपि रदिजबो रचि इत्यस्य अवकाशः अस्ति किल भगिनि अस्तु तर्हि सर्वेषां स्वागतं कुतः तदापि अस्ति चेत् नमस्ते आं श्रूयते भगिनि कस्यपि ध्वनिः श्रूयते खलु आं मध्ये आगतं तर्हि प्रथमं तर्हि तादृशचिन्तनं कुर्मः भगिनि तर्हि यदि रद्द कार्यं करोति चेत् यदि क्षम्यतां नुमागमः आगच्छति चेत् अतोपदायाः तस्य प्रसक्तिः नास्ति किन्तु यदि अतोपदायः कार्यं करोति चेत् रदिजबोरचि इत्यस्य प्रसक्तिः अस्ति एव नित्यत्वं नित्यत्वात् तस्य अवकाशः रदिजबोरचि इत्यनेन तस्य अवकाशः किन्तु अन्यत्र अन्यत्र लब्धावकाशः नास्ति किम् अत्र रदिजबोरचि इत्यस्य किल अत्र रदिजबोरचि अनन्तरं अतोपदयाः इत्यनयोः अन्यत्र अन्यत्र लब्धावकाशः नास्ति भगिनी महोदय उक्तवान् रदिजबोरचि इति विशेषसूत्रम् अस्ति अतः तस्य कार्यं पूर्वं भवति इति अहं चिन्तयामि सः उक्तवान् नित्यसूत्रं तु सम्यक् एव किल भगिनि चिन्तनं चिन्तनं तु चिन्तनं सम्यक् अस्ति नित्यत्वात् तस्मादपि पूर्वं परसूत्रमस्ति चेत् नित्यं न पश्यामः खलु परसूत्रमस्ति इति पश्यामः चेत् यत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति तत्र तु वयं नित्यम् इति पश्यामः किं नित्यत्वं परसूत्रं परसूत्रमस्ति परन्तु रदि जबो रचि इत्यस्य अवकाशः रदि जब् रद् जब् धातुद्वयस्य एव भवति किल अत उपादायः इत्यस्य क्षेत्रं तु बृहत् अस्ति निरवकाशत्वं तु रदि जबो रचि इत्यस्य एव भवति किल निरवकाशत्वात् नित्यत्वात् इति द्वयम् एकमेव वक्तुं शक्नुमः वा रदिजबोरचि आगच्छति चेत् यदि अपतपदः आगच्छति चेत् अपि पुनः रदिजबोरचि इत्यस्य प्रसक्तिः तु अस्ति खलु तर्हि प्रायः नित्यसूत्रम् इत्यस्य चिन्तनं स्यात् आं तदेव सम्यक् भवति आम् भगिनि भवती महोदयं प्रश्न पृच्छतु अग्रिमम् ईशातां अधुना भगिनि दीर्घं न भवति न भवति भगिनि अजम्बेव अत्र तु चिन्तनं दीर्घं न भवति अजं योग ईशाताम् अत्र केवलम् अजम्बीशाताम् अजम्बीशाता अभञ्जीष्ठाः अभञ्जीशाताम् अभञ्जिध्वम् डकार आगच्छति अजम्बिध्वमपि रूपद्वयम् अस्ति अजम्बिषि अजम्बिष्वशि अजम्बिष् अजम्बिति अस्ति खलु तर्हि बकारः तु इण् प्रत्याहारे नास्ति इति कृत्वा दकारः एव डकारः न भवति अजम्बिद्वम् एव अस्ति अजम्बिषि अजम्बिष्वहि अजम्बिष्वहि अस्तु भगिनि समीचीनं भगिनि धन्यवादः अग्रे जम्बधातोः कृतं तर्हि अग्रे रब् धातोः विषये पश्यामः रामप्रिया भगिनि भगिनि आं भगिनि रब् धातु रभेर् शब् लिठो इति सूत्रमस्ति रब् धातोः नुमागमो भवति अजादिप्रत्यये परे किन्तु शपि लिटि च न भवति शप् च लिट् च शब् लिठौ न शब् लिठौ अशब् लिठौ द्वन्द्वगर्भ गर्भो नै तत्पुरुषः तयोः अशब् लिटोः रभेः षष्ट्यन्तम् अशब् लिटोः सप्तम्यन्तं द्विपदमिदं सूत्रं लिलितो नुम् धातुः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः प्रदिजभोरचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रभेः धातोः अङ्गस्य नुम् अचि अशब् लिटोः अतः तत्र अशब् लिटोः नैतत्पुरुषः तत्र यदा शब् शप् प्रत्ययः वा लिट् प्रत्ययः परः अस्ति चेत् न भवति परन्तु कुत्र भवति इत्युक्ते अजादिप्रत्यये परे नुम् आगमः भवति रब् धातोः विशेषसूत्रं तु तत्र रब् धातुः भुआदौ अस्ति अनिट् रूपाणि परिशीलनीयानि अस्तु भगिनि अरब् योगः इ तत्र एतद् विशिष्टसूत्रं रभेर् शब् लिटोः इत्यनेन नुमागमः भवति अरम्ब् योगः इ नश्चापदान्तस्य जलि अरम्ब् योगः इ अनुस्वारस्य ई परसवर्णः अरम्बि इति भवति अरम्बि अस्तु अनन्तरम् अरब् योगः साथाम् अस्तु बकारः सकारः सकारः कर्वर्णः चत्वं किल भगिनि खरी च इत्यनेन चत्वं बकार महाप्राणबकारस्य बकारः जातः अरब् साथाम् तावदेव किल भगिनि अन्यत् सूत्रं किमपि कार्यं करोति वा अरप्साताम् अरप्सथ तत्रापि करीच इत्यस्य प्रसक्तिः जल्वर्णस्य कर्वर्णे परे चत्वम् अतः अरप्सथ अरब् योगः स्थाः इति मध्यमपुरुषे अस्तु स्थाः तदेव सूत्रं वयं गतसप्ताहे दृष्टवन्तः जलोजलि जलोजलि इत्यनेन सकारलोपः अरब् योगः थाः अस्तु जलां झषि वा ताः अन्यत् किमपि कार्यं भवति वा भगिनि अरब् दाः ओ अस्माकं तद् सूत्रं जषसथोर्धोदः जश्वर्णस्य परे आम् अधु धकारः जातः अरब् योगः धाः अनन्तरं जलां जषि भवति किल 8-4 झषि इति 8-4 अस्ति अन्ते एव भवति अरब्धाः झषस्ततोर्धोर्धः सूत्रसङ्ख्या अहं न जानामि भगिनि 8-2 प्रायः तदेव प्रथमं भवति किल झषस्ततो प्रथमं भवति तदनन्तरं अनन्तरं झषि 8-4 झषि अतः जलोजलि जलोजलि जशस्ततोर्दोर्दः जलां जश्चषि अरब् अरब् अरब्धाः इति रूपम् अरब् योगः अरब् योगः साथां तत्र किमपि तत्र अस्माकं करी च एव अरब् साथाम् अनन्तरम् अरब् योगः ध्वम् अरब्ध्वं तत्र करी च तु कार्यं न करोति कर्वर्णः नास्ति जलां झषि एव वा अन्य किमपि अस्ति वा भगिनि अरब्ध्वम् अरब्ध्वम् इति अनन्तरम् अरब् सि करि च सकारः बकारः अरप् स्वहि अरप् स्महि तत्र तु जलो जलि कार्यं न करोति अरप् केवलं करि च एव अरप् स्वहि अरप् स्महि धन्यवादः विभाषा चिन्मुलोः सप्तम अध्यायस्य प्रथमपादे नवषष्टिसूत्रं साधु कथं वदामः सिक्स्टि नैन् नवषष्टि एकषष्टि नवषष्टि लब् धातोः विकल्पेन नुमागमो भवति चिनि रुमलि रुमल् सप्ततिः इति अस्तु विकल्पेन नुमागमो भवति चिन् रुमल् च चीन् च रुमल् च तयोः इतरेतरद्वन्द चिन् रुमलौ तयोः चिन्मुलोः विभाषा प्रथमान्तं चिन्मुलौ सप्तमन्त्यं द्विपदम् इदं सूत्रं लभेश्च इत्यस्मात् लभेः इत्यस्य अनुवृत्ति इदितो नुम् धातोः इत्यस्मात् मम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं लभे अङ्गस्य नुम् विभाषा चिन्लुम्लोः अत्र रद्धि जभि अपि यत् वयं पूर्वं दृष्टवन्तः तस्य रभे तेषाम् अपेक्षा अत्र विभिन्न अस्ति विभाचन् लब् धातु कृते विभाषा चुन्मुलो अत्र अजादिप्रत्ययनिमित्तं नास्ति किन्तु चिन् लुम् इति निमित्तम् अस्ति नुमागमकृते सो लभे अङ्गस्य इत्युक्ते हे लभे इति भवति षष्टिविभक्ति साधु तस्य अङ्गस्य नुम् आगमः भवति विभाषा विकल्पेन चिन् रुम्मल् इति प्रत्यय यदि परे अस्ति सो द्वैरूपम् आगच्छति तत्र एकपक्षे नुमागमः भवति एकपक्षे नुमागमः न भवति दुल् भाष् इति उपदेशकधातु अस्ति शकारस्य हलन्त्यनेन संज्ञा भवति डु इति चुट्टु सादि चुट्टु इति सूत्रेण संज्ञा भवति लब् इति अवशिष्यते सो लब् इति अन्यत् अस्ति सो सूत्राणि भवति प्रथमम् अन्यत् प्रथमपुरुषे एकवचने चिन् अस्ति प्रत्यय इ अवशिष्यते सो लब् योग इ प्रथम लुङ् लकारे अडागम आगच्छति अलब् योग इ तत्र एकपक्षे यस्मिन् पक्षे चिन् अस्ति एकपक्षे नुमागम आसीत् सो नुमागम मिदुचोन्त्यान्तपर अनेन अलम्ब भवति तत्र अलम्बयोग इ तत्र मकारस्य नश्चापदान्तस्य झलि अनेन अनुस्वर भवति अनुस्वर तदनन्तरम् अनुस्वारस्य यै परसवर्ण मकार एव आगच्छति सो अलम्भि इति भवति द्वितीयरूपं भवति अलभयोग इ अत्र अत उपधाया कार्यं करोति तत्र अलाभि इति भवति साधु अलाभि एकपक्षे अन्यपक्षे अलम्भि इति भवति तदनन्तरम् अलभयोगसातां तत्रापि वयं दृष्टवन्तः यथा पूर्वं खरीच अनेन केवलं कार्यं भवति अल् भकारस्य पकार आगच्छति अलप् साताम् अलप् सत तथैव अलब् योगस्था तत्र अपि झलो झलि सूत्रेण सकारस्य लोप भवति भ झल् प्रत्याहारे अस्ति था अपि झल् प्रत्याहारे अस्ति तदनन्तरं झ झ सदोध अनेन थकारस्य धकार भवति अलब्धा इति भवति तद्धनाञ्चषि सूत्रेण भकारस्य जष्टं भवति अलब्धा इति अन्तिमम् आगच्छति तदनन्तरं मध्यमपुरुषे द्वितीयवचने अलप्साथां यथा पूर्वं खरीचनेन अलब् भकार अलभ्योगध्वं तत्र झलाञ्चषि चष्टं भवति अलब्ध्वं तदनन्तरम् अलप्सि अलप्स्वहि अलप्स्महि इति भवति धातु आदि दकार आदि डेटुडवः सूत्रेण दकारलोपः न भगिनि न चुटु चुटु इद प्रत्यय अस्तु धन्यवादः अहं ज्ञातवती इति अहं शुद्धं न आदिनिटुडवः धन्यवादः धन्यवादः भगिनि धन्यवादः भगिनि अरुणा भगिनि निजन्ताः मित् दातवः आं भगिनि निजन्ताः मित् दातवः मितां ह्रस्वः षष्ठाध्याये चतुत्पादे द्विनवतमसूत्रं मित् धातूनाम् उपादायाः स्वरः ह्रस्वः भवति निच् प्रत्ययपरे मित् कश्चन अन्तर्गणः भवादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति अपि च चुरादिगणे नापादयः षड् धातवः मित् अन्तर्गणे सन्ति मितां अनुमतिसूत्रमेव भगिनि अनुभूतिसहितसूत्रं मिताम् अङ्गानाम् उपादायाः ह्रस्वः नौ अत्र दत्तं मित्रां ह्रस्व इति सूत्रं धातूनां मित् धातूनाम् उपादायः स्वर ह्रस्व भवति निमित्तमस्ति निच् प्रत्ययपरे मित् कश्च अन्तर्धातु कथम् के धातवः अस्ति चेत् भवादिगणे घटादयः उपगण अन्तर्गण मित् अन्तर्गण अस्ति तदेव चुरादिगणे ज्ञापादयः ज्ञापादयः षड् धातवः अपि मित् अन्तर्गण सन्ति तत्र निच् प्रत्ययपरे ह्रस्व स्वरः उपादायः स्वरः ह्रस्वः भवति भवादिगणे घटादयः इति उपगणे चतुश्चत्वारिंशत् धातवः घटादयः चतुश्चत्वारिंशत् धातवः घटादयोः मितः इति गणसूत्रेण एते धातवः मित् सन्ति तदा चुरादिगणे ज्ञपादयः षड् धातवः मित् अन्तर्गण सन्ति ज्ञप यम च रः बल चिन् चुरादिगणे हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातुर्निच् स्यात् निच् विधायकं सूत्रं हेतुमति सप्तम्यन्तम् अनुभूतसहितसूत्रं हेतुमति च धातोः निच् प्रत्ययः परश्च अत्र हेतुमति च सूत्रं वदति प्रेरणार्थे विवक्षाय धातुतः निच् प्रत्ययः निच् विधायकं सूत्रं भवति आगच्छति तदेव अत्र दत्तम् तदनन्तरं आं भगिनि स्यसिच् स्युट् तासिषु भावकर्मणोः उपदेशे अजनग्रह दृशां वा चिन्वत् चिन्वत् इट् च तत्र सूत्रं भावकर्मविषये आर्धधातुक उपदेशे अजन्तधातूनां हन् ग्रह दृश्य धातूनां विकल्पेन चिन्वत् कार्यं भवति स्यसिच् सियुत् आसि इत्येषु परेषु चिन्वत् पक्षे स्यसिच् सियुत् आसि सियुत्तासीनाम् इडागमो भवति. अस्तु, तत्र अनुवृत्तिसहितसूत्रमस्ति. आर्धधातुक उपदेशे अजन ग्रहदृशाम् अङ्गानां वा चिन्वत् इच् च स्यसिच् सियुत्तासिषु भावकर्मणोः. पूर्वम् एव दृष्टवन्तः तत्र भावकर्मविषये यदा आर्धधातुक उपदेशावस्थायां धातुः अजन्तः अस्ति चेत् वा हन् ग्रह् दृश् अस्ति चेत् धातूनां विकल्पेन चिन्वत् कार्यं भवति. कदा भवति इत्युक्ते स्यसित् स्युत् तासि प्रत्यय तास् इति प्रत्ययः परः अस्ति चेत् तत्र भवति. अनन्तरं इडागमः अपि भवति, चिन्वत् पक्षे इडागमः अपि भवति इति सूत्रम्. अनन्तरं नेरनिटि, यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपो भवति. अत्र णी इत्यस्य अनुबन्धरहितत्वात् निङ् णिच् द्वयोः ग्रहणम् उभयत्र ई इत्येव अवशिष्यते. अनुवृत्तिसहितसूत्रं नेहे लोपः अनिटि आर्धधातुके. अत्र नेरनिटि सूत्रमपि पूर्वं दृष्टवन्तः. यदा आर्धधातुकप्रत्ययस्य इडागमः नास्ति चेत् तस्मात् पूर्वं यद् णी प्रत्ययः अस्ति तस्य लोपः भवति इति सूत्रं वदति. अग्रे पठामि वा भगिनि? भगिनि आं भगिनि, क्षम्यताम्. आम् आं, कृपया. चिन् मुलो दीर्घो अन्यतरस्यां चिन् परके नमुल् परके च नौ परे मिताम् अङ्गानाम् उपधादीर्घो भवति अन्यतरस्याम्. अनुवृत्तिसहितसूत्रं मिताम् अङ्गानाम् उपधायाः दीर्घः नौ चिन्मुलोः अन्यतरस्यां. विकल्पेन एतत् सूत्रं प्रवर्तते. तत्र चिन् परके नमुल् परके च नौ, यत् यः नौ चिन् नमुल् परके अस्ति तादृश नौ परे नौ परे अस्ति अतः पूर्वं कार्य मिताम् अङ्गानाम् उपधादीर्घः भवति. अतः तत्र चिन् परके नुम्मुल् परके इति नौ इत्यस्य विशेषणं भवति किल. चिन्मुलोः नौ दीर्घः, उपधायाः दीर्घः भवति. कस्य दीर्घः इत्युक्ते मिताम् अङ्गानां दीर्घः, उपधायाः दीर्घः. सामान्यतया मिताम् ह्रस्व इति ह्रस्वत्वं भवति, किन्तु अत्र तु विकल्पेन दीर्घरूपमपि दीर्घत्वम् अस्तु. अतः अपक्षे तु मिताम् ह्रस्वः इत्यस्य कार्यं किल. प्रथमं मिताम् ह्रस्वः नित्यं कार्यं करोति, तदनन्तरं विकल्पेन दीर्घत्वं भवति इति मन्ये तादृशम्. ओ अस्तु, आम् अस्तु. यदा णौ इति चिन् पर्के रिमुल् पर्के तस्य विशेषणम् अस्ति, अत्र न द्वे भवति वा? एकं यथा णिच् अस्ति तदनन्तरं तस्य परे चिन् वा रमुल् अस्ति इति अर्थं. आम् आम्, णौ परे तथा अस्ति खलु, यथा वयं यथा दृष्टवन्तः ईकार अस्ति सपोज् निच् अस्ति पाठी इति अस्ति यदि कोऽपि तदनन्तरं चिन् चिन् इत्यस्य एव चिन् इति नौ अस्ति खलु, अनन्तरं नुमुळ् अपि नौ अस्ति खलु, तस्य एव नौ अस्ति चिन् वा रमुल् तस्य अङ्गस्य मिताम् अङ्गस्य परे तस्य किमस्ति नौ इति विशेषणम् अस्ति इति. अत्र चिन् परे नुमुल् परे च नौ परतः इति दत्तमस्ति. अत्र नौ इति प्रायः भिन्नप्रत्ययः हेतुमपि चेत् अनेन नौ आगच्छति, तस्य तर्हि विशेषणं नास्ति. विशेषणम् उक्तवान् वर्गे अपि सन्ध्याभगिनी विशेषणं किमर्थं नास्ति इति वदामि चेत् अत्र हेतुमती च इति महोदयेन पाठितमस्ति खलु, हेतुमती च निरणीति इति, तर्हि तस्य कः को वा आशयः अत्र? हेतुमती च इत्यनेन निच् प्रत्ययस्य, अत्र नौ इत्यनेन निच् इति अर्थः खलु? मम अवगमनं समीचीनं सम्यक् नास्ति. नौ इति पर्के पर्के तस्य परे धातुः अस्ति, अनन्तरं नूतनधातुं वयं साधयामः हेतुमती च तस्मात् परे चिन् आगच्छति इत्युक्ते प्रथमं तु नेरनिति इत्यनेन नेः लोपः भवति, किन्तु मितामङ्गानां यद्यपि प्रत्ययस्य लोपः भवति किन्तु कार्यं कृत्वा एव लोपः भवति खलु इति कृत्वा चिन्परके णुमुल्परके च नौ परे मितामङ्गानां दीर्घ उपधादीर्घः भवति भवति एव उपधादीर्घः भवति एव. अस्तु, यदि वयं रेण निति अनेन प्रत्ययस्य एकप्रत्ययस्य लोपः भवति किन्तु अन्यम् अस्ति साधु हेतुमति च तस्य नकार इति तिष्ठति. एकस्मिन् पक्षे अत्र चिन् भावं यत्र चिन् भावं वयं कुर्मः तत्र एव वदति खलु. साधु तत्र वयं दृष्टवन्तः यदि चिन् भावः भवति तत्र वयं दृष्टवन्तः चत्वारि कार्याणि अत्र अत्र शीर्षकं पश्यतु निजन्ताः मिद्दातवः इति, इत्युक्ते मिच्चि योजयित्वा नूतन मित्दातवः ये सन्ति तेषां विषये वयम् अधुना चर्चां कुर्मः खलु. तर्हि धातुः अस्ति निच् अस्ति, तदनन्तरं चिन् वा नुमुळ् वा आगच्छति. केन सूत्रेण चिन् आगच्छति इत्युक्ते स्यचित्सियु तासिषु इति सूत्रेण निच् आगच्छति. अवगच्छामि साधु साधु. चिन्वत् पक्षे चिन् अस्ति पूर्वं साधु नितां, किन्तु शम् इति चुरादिगणीयधातुः अपि अस्ति, किन्तु तस्मिन् विषये वयं पठामः वा? निजन्ताः मिद्दातवः इति सन्ति चुरादिगणे, चुरादिगणीयधातूनां विषये एव वयं पठामः भगिनि. हेतुमती च इत्यस्य विषये नास्ति इति मन्ये तर्हि. द्वादिगणे अपि मिद्धातुः शम् मिद्धा सन्ति, किन्तु अधुना तु चुरादिगणीय षड् धातूनां विषये पश्यामः. तर्हि चुरादिगणे अस्ति इति कृत्वा निच्छागच्छति. किमर्थं महोदय हेतुमती च इत्यस्मिन् विषये तत्र दत्तवान् इति न जाने, किन्तु प्रायः तस्य आवश्यकता नास्ति. हेतुमती च इत्यनेन नागच्छति खलु तत्र यत्र चुरादिगणे गच्छति तर्हि चुरादिभ्यो निश्चितेनैव निश्च आगच्छति, तदनन्तरं नेरनिति इति आगत्य कार्यं करोति. किन्तु नेरनिति तु अपक्षे अस्ति, यत्र यत्र नेर अनिट् प्रत्ययः यत्र चिन्वद्भावं वयम् आरोपयामः तत्र तु अत्र अजन्तधातुः अस्ति किं भावक आर्द्रके अजन्तधातूनाम् आम् अजन्तदातवः सन्ति इति कृत्वा विकल्पेन चिन्वद्भावः अस्ति. किन्तु किं भवति इत्युक्ते चिन्वद्भावः यत्र विधीयते सः तु इडानुकूलः अस्ति खलु, इट् अपि आगच्छति इति कृत्वा नेरमिति इत्यस्य कार्यमेव नास्ति अत्र. तर्हि एवं चिन्तयामः, वयं कृत्वा एकवारं पश्यामः कथं रूपम् आयान्ति इति. आम् अशम् इति अस्ति, अनन्तरं हेतुमती कृतवन्तः पूर्वं हेतुमती हेतुमती किम् अधुना हेतुमती इत्यस्य नास्ति अधो दातमस्ति द्विवादो दातु अस्ति द्विवादीकरे शम् दातु शं दातु द्विवादौ सेट् अस्ति, किन्तु महोदयेन पूर्वं दत्तमस्ति अत्र उपरितनवाक्यं पश्यतु तदा चुरादिगणे ण्यपादयः षड्जादवः मितत् अन्तर्गणे सन्ति ओके आमामां क्षम्यतां शं धातुः अत्र ओ शं धातुः चुरादिगणे अस्ति किन्तु सः मित् न स्यात् प्रायः तथा अस्ति इति मन्ये आमां सः चुरादिगणे शं धातुः मित् नास्ति यः धातुः दिवादिगणे अस्ति शं धातुः सः तु तस्य तु निजन्तं वयं कुर्मः अत्र खलु असाधु आम् आम् इति कृत्वा महोदय हेतुमति इति दत्तवान् हेतुमति तर्हि शन्धातुः अस्ति तर्हि हेतुमति च इति न शामी इति भवति खलु नूतनधातुः मिच् प्रत्यये ह्रस्वः भवति इति कृत्वा शमी इति एव रूपम् तदनन्तरं शमी इति अजन्तधातुः अस्ति तस्य सि तदनन्तरं द्वे पक्षे तर्हि शमी इति कृत्वा वयं प्रथमं चिन्मत् पक्षे पश्यामः किम् आमां तत् केवलम् एकं कृतवन्तः उपदादीर्घ चिन् परके नुमुल् परके च स्वप्रथमम् अशमि भगिनि अशं भवति हेतुमति अनेन रिच् आगच्छति सो वयम् अशमस्ति खलु शं योग रिच् हेतुमति तदनन्तरम् अतो उपधाय एतेन दीर्घतं शामि इति भवति अनन्तरं मितां ह्रस्वः इत्यनेन शमि भवति आं शमि भवति मितां ह्रस्वः अशमि भवति अशमि योगः इ इति चिन् प्रत्ययः इ इदानीं सि एस् सि युट् इति सूत्रस्य कार्यं भवति अशमि तत्र पक्षं द्वयम् तत्र तु इ इति एव अस्ति पक्षद्वयमस्ति चेदपि प्रथमपुरुषे एकवचने तु इ इति एव अस्ति तर्हि अशमी योगः इ इति स्थितौ किं कुर्मः अधुना अत्र मेलनिति इति कार्यं नास्ति किमर्थम् इत्युक्ते इ इति शृण्वन्ति कार्यम् अस्ति भगिनि तत्र अशमी अस्ति तत्र शमी पूर्वं हेतुमति अनेन अस्ति साधु प्रत्ययस्य अस्ति द्वयं भवति साधु इकार अस्ति प्रथमपुरुषे एकवचने प्रथमं कार्यं अनन्तरं पक्षे पश्यामः चेत् भगिनि क्षे प्रथमपुरुषे एकवचने चिन् अस्ति साधु चिन् प्रत्ययचिन् अस्ति प्रत्ययचिन् अस्ति तद् पूर्वम् अशम् इति अशमि इति वयं साधितवन्तः साधु नो तस्य यडागमः नास्ति तस्य अर्धधातुकप्रत्ययस्य यस्य यडागमः नास्ति अतः रेणनिति तस्य कार्यं भवति प्रथमपुरुषे एकवचने अस्तु तर्हि अशं योगः इ इति भवति तर्हि निश्चित्य लोपः भवति इति कृते अशं योगः इ तदा तु चिन्नमलो दीर्घोऽन्यतरस्याम् इत्यनेन नौ परकः तत्र उपदादीर्घः भवति अशामि इति रूपं तदनन्तरं अतोपधाय कार्यं न भवति कारण कि अच्च पूर्वसमन् पूर्वविधौ इति सूत्रस्य कार्यं भवति तत्र तस्य कार्यं भूत्वा चिन्मिलो आगच्छति कारण कि तत् इकार यत् इत् अस्ति तत् चिन् अस्ति साधु अशं यत्र रेणनिति इति भवति किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति साधु अतः चिन् परे चिन्मिलो अस्ति तत् दीर्घं भवति तत्र सो अशामि अशमि इति भवति पुनः वदतु भगिनि न आगच्छामि प्रथमं चिन्भावः यत्र अस्ति तत्र पश्यामः खलु तस्मिन् विषये आम् आम् आम् अन्यतरस्याम् इति अस्ति इति कृत्वा रूपद्वयं सत्यम् अस्तु तर्हि तर्हि एकवचने साधितं द्विवचने किं भवति अशमियोग इशाताम् इति साताम् इशाताम् इति आगच्छति अशमियोग इशाताम् इति इदानीम् इशाताम् इति इदागम चिन्वत् पक्षे अस्ति साधु किं किं भवति अशमियोग इशाताम् इदागम चिन्वत् पक्षे अस्ति तत्र रेननिति कार्यं न करोति साधु किन्तु कथम् असिद्ध इति तस्य कार्यमपि आगच्छति साधु असिद्ध पूर्वं वयं दृष्टवन्तः असिद्धवत् अत्र अभात् इति सूत्रेण किं किं सूत्रम् असिद्धवत् अत्र अभात् इत्यस्मिन् आगच्छति स्यचित् सीयुति छिन्नमूलदीर्घ अन्यतरस्याम् इति असिद्ध असिद्धवत् द्राभात् इति अध्याये अस्ति रेणनितीय चिन्मलो अनेन द्वयोः असिद्ध तत्र इति काम्पिटिशन् अस्ति साधु रेणनितीय चिन्मलो सत्यम् अस्ति भगिनि द्वयोः अपि अस्ति द्वयोः अपि किन्तु प्रथमं किं कार्यं करोति इति द्रष्टव्यं प्रथमं किं कार्यं करोति चेत् अन्य पुनः वदति प्रथमपुरुषे एकवचने पूर्व पूर्णतया प्रक्रिया किं भवति हेतुमति आधारेण मम भ्रमः अस्ति अत्र अस्तु तर्हि प्रथमं तु शं धातुः निच् वयं तु दिवादिगणस्य सेत् धातुः अस्ति दिवादिगणस्य शं धातोः विषये पश्यामः इति कृत्वा शं योगः णिच् तर्हि प्रेरणार्थे णिच् इति कृत्वा हेतुमति चेत् इनेन णिच् आगच्छति तर्हि अत्र तु णिच् अस्ति इति कृत्वा अतोपदायः इत्यस्य कार्यं तर्हि अशामि इति प्रथमसोपाने किन्तु मित् अस्ति इति कृत्वा मित् सञ्ज्ञकः अस्ति इति कृत्वा मितां ह्रत्व ह्रस्वः इति न अशमि इति शमितां शनि इति धातुः नूतनधातुः अधुना अजन्तदातुः अस्ति शनि इति अतिदेशिकधातुः तर्हि अधुना अस्य लुङ्लकाररूपं साधयामः अशमि योगः किमस्ति प्रथमपुरुषे एकवचने तु इ इति एव अस्ति किम् इत्यस्य संस्कारः अस्ति तस्य तु इडागमः न भवति अडागमः अपि भवति लुङ् लुङ् षूडदातः इत्यनेन तर्हि अशमि योगः मिच् इत्यस्य इ इति अस्ति मिच् इति आर्द्रदातुकप्रत्ययः क्षम्यतां चिण् इति आर्द्रदातुकप्रत्ययः अस्ति इह इ इति अस्ति आर्द्रदातुकप्रत्ययः अस्ति इडागमः न सञ्जातः इति कृत्वा इदानुकूलः नास्ति इति कृत्वा अत्र तु णिच् इत्यस्य लोपः भवति नेरनिधि इति सूत्रेण तर्हि नेरनिधि इत्यनेन लोपः भवति तर्हि अशं योगः इ इत्यस्ति अधुना छिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यमस्ति वा इति द्रष्टव्यम् प्रथमम् अच्च पूर्वसमि तस्य कार्यं भवति साधु अच्च पूर्वस्मिन् पूर्वविधौ इति तस्य कार्यं कृत्वा अतोपधाय चिन्तनम् अस्ति साधु अशं योग अत्र अस्तु अस्तु अत अशमि इत्यस्य अतोपधायाः अधुना ई मेरनिति इत्यनेन इकारलोपः जातः अतोपधाय बाधितम् अस्ति आत्त उपादाय बाधितं भवति सत्यम् अथ पूर्वस्मिन् पूर्वविदे अथ परस्मिन् पूर्वविदेन तर्हि अशं योगः इ इति अस्ति अधुना चिन्नमलो दीर्घो अन्यत् अस्यां तस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यं नेरनिटि इति तु सञ्जातं खलु पूर्वमेव सञ्जातं तर्हि नेरनिटि इति समान आश्रितं कार्यम् अस्ति वा इति द्रष्टव्यं नेरनिटि इत्यस्य कः अनीति प्रत्यये परे इति अस्ति आर्धधातुक अनीति प्रत्यये परे आर्धधातुके अनीति इति निमित्तं खलु समानाश्रितं निमित्तम् अस्ति चेदेव द्रष्टव्यम् उत्तरं भवति अत्र किम् अस्ति शुण्णमलो दीर्घो अन्यतरस्याम् इत्यस्य निमित्तं तु आर्धधातुके प्रत्यये इति नास्ति समानाश्रितम् अभिकार्यं नास्ति इति कृत्वा कार्यं भवति एव इति कृत्वा चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यं भवति विकल्पेन अशामि इत्यपि रूपं साधयामः अस्तु साधु समानाश्रितम् आवीयकरिं वयं विस्मृतवन्तः अस्तु इदानीं अतः महोदय लिखितवान् असिद्धवत् अत्र पाठयति तस्य कार्यं नास्ति अत्र साधु नास्ति तर्हि द्वितीयं किमस्ति द्विवचने किमस्ति अशमी योगः किमस्ति विषाताम् इति अस्ति निष्पक्षे चिण् पक्षे पश्यामः इडागमः जातः खलु विषाताम् इति इडागमः जातः इति कृत्वा नेरनिति इत्यस्य कार्यं नास्ति अशमे इति भवति तदा तु अशमे इति भवति किमस्ति सार्धातुक अर्धातुके उत्थिनेन अशमे इति भवति खलु अर्धातुकप्रत्ययः अस्ति शाताम् इति कृत्वा अशमे योगः शाताम् अशमयि शाता अशम अशम् अय् आदेशः भवति खलु इति कृत्वा अशमयि शाताम् इति भवति वा सार्वधातुक अर्धधातुकयो अनेन कथं भवति अशमे इति ईशाताम् अशमे इति भवति अशमे प्लस् ईशाताम् अधुना ऐ आदेशः भवति खलु ए प्लस् इ ऐ आदेशः भूत्वा अयि भवति अशमयिशातां अशमयिशाताम् अधुना चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यम् अस्ति किम् अस्ति खलु प्रत्य प्रसक्तिः अस्ति प्राप्तिः अपि भवति खलु चिन् अस्ति चिन् परके नुमुळ् परके नौ परे मितामङ्गानाम् उपदादीर्घः भवति तर्हि अशमी अशमयी शाताम् अशामयिशाताम् इत्यपि रूपं वा वर्गेण कृतवन्तः किं भगिनि वर्गेण कृतवन्तः अस्तु तर्हि समीचीनमस्ति चिन्तनं कुर्मः तर्हि अस्माकं गणनं चिन्तनम् अस्ति चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यं भवति तर्हि अशमयिशाताम् अशामयिशाताम् इति रूपद्वयं रामप्रियभगिनी अङ्गीकरोति किम् अरुणा भगिनी भवत्यौ कृपया वदन्तु किं भगिनि असिद्धत्वदेव अशमयि शातम् अशाम अत्र तु नेरनिति कार्यं न करोति खलु द्विवचने इडागमः सञ्जातः चिन्पक्षे तु इडागमः अस्ति इति कृत्वा नेरनिति इत्यस्य कार्यं नास्ति असिद्धवद् अद्राबात् इत्यस्यपि चिन्तनं न आवश्यकम् इति कृत्वा एचोयवायावः आगत्य सार्धातुक अर्धातुकेन अशमे भवति अनन्तरं एचोयवायवः इत्यनेन अशमयि शाताम् अनन्तरं चिन्नमलो दीर्घोन्नतरस्य अङ्गेन अशमयि शाताम् अशामयि शाताम् इत्यपि रूपम् एचोयवायवः अनन्तरं चिन्नमलो भगिनि 761 किल पूर्वम् आगच्छति चेदपि नास्ति सङ्कर्षः नास्ति खलु द्वयोः अपि सङ्कर्षः नास्ति तर्हि अशमयिशातम् अशामयिशातम् सरला भगिनी लिखतु भगिनी, अनन्तरं यदि वर्गे दोषाः अस्माकं रूपसाधनदोषाः सन्ति चेत् यत्किमपि दोषमस्ति अत्र आगत्य कृपया अस्मान् सूचयतु। तर्हि बहुवचने अपि समानं खलु, अशमयिषत अशामयिषत इति। द्विवच मदिंपुरुषे अशमयिष्ठाः अशामयिष्ठाः, अशमयिषाथाम् अशामयिषाथाम्। अनन्तरम् उद्ध्वम् इति भवति किम्? अशामि इति अस्ति, उद्ध्वम् इति अस्ति, तर्हि तत्र तु भवति खलु उद्ध्वम् इति विभाषेटः इत्यस्य कार्यं भवति किम्? कार्यमस्ति, इडागमः अस्ति इति कृत्वा कार्यमस्ति खलु। तर्हि चत्वारि रूपाणि सन्ति, अशमयिड्वम् अशमयिड्वम् अशामयिड्वम् अशामयिड्वम् इति चत्वारि रूपाणि। सरला भगिनी तूष्णीं तिष्ठति, मम तु भीतिः भवति तदा। सरला भगिनी अस्ति वा? न श्रोतुं शक्नुमः भगिनी, म्यूटेड् अस्ति मन्ये। रामप्रिया भगिनी पुनः वदति रूपाणि इति साधु भवति। आम् आं, तर्हि अहं समापयामि अत्र। भगिनी वदति वा? अशां मध्यम उत्तमपुरुषे अपि वदामि, अशमयिषि अशामयिषि, अशमयिष्वहि अशामयिष्वहि, अशमयिष्महि अशामयिष्महि इति वदतु भगिनी। रामप्रिया भगिनी इच्छति वा रूपाणि पुनः एकवारं? पुनः वा? अस्तु अस्तु, चिन्वत् पक्षे एव अशमि योगः इ चिन् अस्ति आर्धधातुकप्रत्ययः, अतः नेरनिटि इत्यस्य कार्यं नीलोपः अशमि, तत्र चिन् चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य प्रसक्तिः, यद्यपि तत्र प्रत्ययः लोपः जातः तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्ययस्य लक्षणं तिष्ठति इति कृत्वा दीर्घत्वम् अशामि अशमि प्रथमपुरुष एकवचनम्। अनन्तरम् अशमि योगः इशाथां, तत्र एव वयं दृष्टवन्तः नेरनिटि इत्यस्य प्रसक्तिः नास्ति इति कृत्वा तस्य प्रसक्तिः तु नास्ति। अनन्तरं सार्वधातुकार्धधातुकयोः अशमे योगः इशाताम्, आर्धधातुकप्रत्ययः अशमे योगः इशातां गुणः। अनन्तरम् एचोयवायावः एकारः इकारः, एकारस्य स्थाने ऐ आदेशः, अशमयि शाथाम् इति, तत्र चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य प्रसक्तिः अशम दीर्घत्वं किल, अशमयिषाथाम् अशमयिषाथाम् इति रूपद्वयं, तदेव कार्यं किल भगिनि? पुनः अशमयिषथ अशमयिषथ उपधा तदेव दोषः दोषः किल, तद् उपधा दीर्घः भवति किल, चिन्नमिलो दीर्घो अन्यतरस्य दीर्घः भवति इकारः समीचीनं, तदेव समीचीनम्। अतः पुनः अशमयिषत अशामयिषत, अशमयिष्ठाः अशाम अशामयिष्ठाः, अशमयिषाथाम् अशम इशाथाम्, अशम इड्वम् अशाम इड्वम्, अशमयिषि, तत्र कार्यमस्ति वा? ओ क्षम्यताम्, इकारान्तदातुः अस्ति, अङ्गं तु धातुः तु इकारान्तदातुः अस्ति इति कृत्वा विभाषेतः, इडागमः अपि सञ्जातः इति कृत्वा विभाषेतः। भगिनी तत्र चत्वारि रूपाणि न भवति वा? कुत्र चत्वारि रूपाणि भगिनि? क्षम्यतापुषबहुवर्षाणि अष्टमयी ज्वम् अशामयी ज्वम् अशामयी ध्वम् अशामयी ध्वम् इति न भवति वा तत्र? तदेव भवतु उत्तम इति मन्यामहे. चत्वारि चत्वारि दोषः इत्यनेन अस्माकं चिन्तने. ओ अस्तु, विभाषेतः इत्यनेन किं भवति? मूर्धन्य आदेशो भवति विभाषा. अस्तु, अतः चत्वारि रूपाणि वा? ओ अस्तु, अतः अशामयिड्वम् अनन्तरं किं भवति भगिनि? इतोपि ओ अस्तु, मूर्धन्यादेशः भूत्वा. अस्तु, अनन्तरम् अशामयिषि अशामयिषि अशामयिष्वहि अशामयिष्वहि अशामयिष्महि अशामयिष्महि. अधुना चिन्वद् अरुणा भगिनी प्रयत्नं करोति वा? चिन्वद् अपक्षे धातुः सेत् धातुः इति स्मर्तव्यं. धातुः पुनः इत्येव मन्ये समानरूपाणि आगच्छन्ति खलु तर्हि? किन्तु चिन्मतपक्षे अस्ति साधु, तत्र रूपं द्वयं न भवति. किमर्थं न भवति? दीर्घतान्यकरस्याम् इत्यस्य कार्यं न भवति सत्यम्. तर्हि केवलं एकवचने तु समानमस्ति, रूपद्वयं भवति. प्रयत्नं करोमि भगिनि, सरलं भगिनि तदा तु वदति. अशं योगः इच्छिन् अस्ति, ततः उपदा दीर्घः भवति. अशामि अस्ति चिन्नमु दीर्घो अन्यतरसमसूत्रेण दीर्घः न भवति. ततः अत्र एकरूपमेव भगिनि, चिन् अस्ति, ततः अशामि एव रूपम् अस्ति. किन्तु चिन्नस्ति चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यं भवति खलु? ततः अशामि अपि रूपमस्ति. अशामि इति अशामि अशामि रूपद्वयम् अस्ति. तदनन्तरम् असं योगः साताम् सेट् अस्ति ओके. सेम् चिन्नमूलो दीर्घो अन्यतरस्यां सूत्रेण अशामयिषाताम् खलु एकमिति असाम् अशाम् इषताम् दीर्घः तु न क्षम्यतां, दीर्घः न भवति. तर्हि अशमयिषाताम् ओ दीर्घ नास्ति. अशमयिषाताम् करोति भगिनि, तदेव यकार इच्छया आर्धधातुकप्रत्ययः अस्ति खलु इति कृत्वा एकारः भवति अशमिध्वम् अत्र अशमयिद्वं खलु कार्यं करोति इति कृत्वा अशमयिद्वमपि अपि भवति भगिनि विभाषेटः अशमयिद्वम् अशम इषि इषि अशमस्वहि अशमस्महि अत्र नेरनिति न कार्यं करोति किम् अनिति नास्ति खलु क्षम्यताम् आम् नेरनिति न कार्यं करोति अनित् नास्ति इति कृत्वा इकारः निश्चयति इकारः अस्ति एव तर्हि अग्रिमसप्ताहे वदतु परीक्षा एव आसीत् तर्हि अग्रिमसप्ताहे अस्माकं विषयः समाप्तः प्रश्नः अस्ति किम् यस्य कस्यचित् अपि भागस्य पुनः भगिनि महोदय अत्र किमत्र पूर्वविधौ सूत्रं चर्चितवान् तत् प्रथमपुरुषे एकवचने अचपर परस्मिन् पूर्वविधौ अतो उपधाय तस्य यदि अशम् अस्ति तत् रेणमिति अनेन अशं भवति खलु मितं हर्ष भूत्वा अशम् इति भवति अशमि योग इ यदि चिन् प्रत्ययः अस्ति प्रथमपुरुषे इदानीं नेरनिति अनेन अशमे तस्य इकारस्य लोपः भवति कारणकी यजन् इकारः अस्ति तत् अर्धधातुक इदानीम् अनुकूलः नास्ति तत् अतः नेरनिति तस्य कार्यं भवति अशं योग इ भवति इदानीं यच्छन् अस्ति अत्र अत्र उपाय तस्यापि प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति कारणकि परस्मिन् अच परस्मिन् पूर्वविदो इति सूत्रेण यत् इकारः अस्ति तत् प्रथमकाल अस्ति इकार लोपः विकारलोपः भवति चुनुलुको रकारस्य लोपः भवति चुनुलुको इति सूत्रेण इकारः विशिष्यति इकारः स्थानी अस्ति द्वितीयकाले किं भवति द्वितीयकाले इकारस्थानीवत् भवति अशं यत्र अस्ति अत उपधाय कार्यस्य तत्र स्थानीवत् भूत्वा पूर्वविधो यत् अत उपधाय भवति तत्र कार्यं बाधितं भवति कारणकि यदि इकार स्थानीवत् भवति मकार उपधायाम् आगच्छति अत उपधाय कार्यं बाधितं भवति च पूर्वस्मिन् च परस्मिन् इकार परस्मिन् परस्मिन् निमित्तम् अस्ति पूर्वविधौ अत उपधाय तस्य पूर्वविधौ कार्यं भवेत् यदि स्थानीवत् न भवति अतः च परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं भूत्वा स्थानीवत् भवति इकार अर्थोपदाय कार्यं बाधितं भवति अतः तस्य अनन्तरं चिन्मुलो अन्यतया सन्ति तस्य कार्यं भवति कारणकि यत् अशम् अस्ति तदनन्तरं चिन् परे अस्ति तस्य निमित्तम् आगच्छति अतः प्रत्यलोपे प्रत्यलक्षणं तिष्ठति यत् अशम् अस्ति तत्र लोप भवति तस्य श्रुति प्रत्ययलक्षणम् अस्ति निच् परे दक्षिन् अस्ति अत्र चिन्मुलो दीर्घ अन्यतरसामनेन उपधायां यत् स्वर अस्ति श्यां श्यां भवति अश्यामि इति भवति एक पक्षे अन्यपक्षे अश्यामि इति भवति. धन्यवादः भगिनी, समीचीनम् उक्तवती. आम् भगिनि, भगिनि आम् आम् सर्वे तूष्णीम् अस्ति. क्षम्यताम्, अहं तु उक्तवती खलु, न श्रुतवती किम्? सम्यक् आसीत् भगिनि, धन्यवादः. धन्यवादः, धन्यवादः, शुभरात्रिः. शुभरात्रिः तर्हि. धन्यवादः भगिनि, धन्यवादः भगिनि.